पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 84 महादेव उवाच अस्मिन् वै चैत्रमासे तु कार्योदमनकोत्सवः द्वादश्यां तु तथा सम्यक् विधिकार्यो विशेषतः वैष्णवै श्रद्धया पुण्यो जनतानन्दवर्धनः देवानन्दसमुद्भूता दिव्या दमनमञ्जरी निवेद्या वैष्णवैर्भक्तैः सर्वपूजा भलेप्सुभिः चैत्रे तु शुक्लपक्षे तु द्वादश्यां नगनन्दिनी कारयेत् परया भक्र्या महोत्सवमनास्तथा तत्रादौ जस्वयं गत्वा आरामं प्रदिजानके गुर्वाज्ञया प्रकर्तव्यं पूजनं रदिना सह कामदेव नमस्तेस्तु विश्वमोहनकारक विष्णोरर्थे विचेष्यामि कृपां कुरु ममोपरि गीतवादित्र निर्घोषैरानेतव्यो गृहं प्रति एकादश्यां सुरश्रेष्ठिह्यधिवासनपूर्वकं कर्तव्यं पूजनं तत्र रात्रौ भक्त्यादु वैष्णवैः कर्तव्यमग्रतस्तस्य सर्वतो भद्रमण्डलं स्थापयित्वादु देवेश्यं रदिना सह तत्र वै आच्छाद्यश्वेदवस्त्रेण दमनं स्थापयेद्बुधः तत्र वै पूजनं कार्यं वैष्णवैर्द्विजसप्तमैः क्लीं कामदेवाय नमो ह्रीं रत्यै च तथा नमः ऐं त्र्यादिदिशि संस्थाप्य कन्दर्पं पूजयेद्बुधः गन्धं पुष्पं तथा धूपं दीपमारार्तिकं तथा रात्रौ भक्त्या प्रकर्तव्यं विधिनात्र सुरेश्वरी मदनाय नम इति प्राच्यां मन्मथाय नम इति आग्नेय्यां कन्दर्पाय नम इति याम्ये अनङ्गाय नम इति रक्षो दिशि भस्मशरीराय नमः इति वारुण्यां स्मराय नम इति वायव्याम् ईश्वराय नमः इति कौबेर्यां पुष्पबाणाय नमः इति ईशान्यां चतुर्दिक्षु च सर्वासु पूजनं तत्र कारयेद पूजिते केशवे चात्र सर्वे देवासु पूजिताः अक्षतगन्धधूपदीपैर्नैवेद्यैस्ताम्बूलैश्च दमनकं पूजयित्वा तु तत्पुरुषाय विद्महे कामदेवाय धीमहि तन्नो नङ्गः प्रचोदयाद इति वै कामः गायत्र्या अष्टोत्तरशतवारं तं दमनकम् अभिमन्त्र्य नमस्कुर्याद नमोस्तु पुष्पबाणाय जगदाह्लादकारिणे मन्मथाय जगन्नेत्रे रतिप्रीतिकराय च देवदेव नमस्तेस्तु श्रीविश्वेश नमोऽस्तु दे रतिपदे नमस्तेस्तु नमस्ते विश्वमण्डन नमस्तेस्तु जगन्नाथ सर्वबीजनमोऽस्तु दे एतैर्नानाविधैर्मन्त्रैरागमोक्तैर्विशेषतः पूजनीयप्रयत्नेन लक्ष्म्या सहजनार्दनः ततो निवेद्य तत्कर्म जागरं कारयेद्बुधः देवदेव जगन्नाथ वाञ्छितार्थप्रदायक हृस्थान् पूरय मे विष्णो कामान् कामेश्वरी प्रिया इत्येतैर्बहुभिर्मन्त्रैः पूजनीयप्रयत्नदः श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः तदोदमनकमुष्ठिं गृहीत्वा तत्र मूलमन्त्रेण श्रीश्रीविष्णुवादिदेवेभ्यो दमनकं निवेदयेद तदो गन्धादिभिर्महदी पूजागीतवाद्यनृत्यैश्च महोत्सवकार्यः देवाग्रेस्थापितकलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन् दिने कर्तव्या ततस्वगुरुं वस्त्रालङ्कारद्रविणैः श्रद्धया प्रपूजयेद तदस्वयं वैष्णवैर्बन्धुभिः सह अश्नीयाद महादेव उवाच तदो दमनकमञ्जर्या यो वै विष्णुं प्रपूजयेद पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा ब्रह्मा हेमहारी च मद्यपो मांसभक्षकः मुच्यते पादकान् देवि दृष्ट्वा दमनकोत्सवम् एवं दमनको देवि पूजितो यै सुवैष्णवैः सर्वं तीर्थं कृतं तैस्तु मञ्चर्या पूजनं कृतं वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च अग्निहोत्रं कृतं तेन मञ्चर्या पूजितो हरिः तत्कुलं तु महज्ञेयं ब्राह्मं वा चाधक्षात्रियं शौद्रं वैश्यं च यच्चान्यधन्यं धन्यतरं स्मृतम् यस्मिन् कुलेव तीर्याधोत्सवो दमनककृतः स च धन्यस्तु धन्यो वै येन विष्णुप्रपूजितः दमनकेन तु तथा सम्प्राप्ते मधुमाधवे सम्पूज्य गोसहस्रस्य देवि संलभते फलं मल्लिकाकुसुमैर्देवं वसन्ते गरुडध्वजं योर्चयेत् परया भक्त्या मुक्तिभागी भवेत्तु सः मरुको दमनकश्चैव सद्यस्तुष्टिकरो हरेः अध पूजा प्रकर्तव्या वैष्णवैर्नरसत्तमैः गोसहस्रं कृतं तेन कन्यादानं तथैव च पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते ये कामेकां गृहीत्वादु मञ्जरीं दमनस्यदु यः पूजयति देवेशं सम्प्राप्ते मधुमाधवे पुण्यसङ्ख्यां न जाने वै तस्याकं नगनन्दिनि स वै चतुर्भुजो भूत्वा इह लोके परत्र च धर्मानर्थांश्च कामांश्च प्रभुङ्क्रे वैष्णवं पदम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः ॐ